गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय शिवाय बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् तत्र आत्मा मनः च इति करपत्रम् अस्ति गते वर्गे अस्माभिः पठितं तत्र किञ्चिदिव परिशिष्टमस्ति तत् पठित्वा अग्रे गच्छेम तत्र एवं परमाणुरूपम् इति अस्ति तत्र अधोभागात् एकं द्वे त्रीणि चत्वारि पञ्च षष्टम परिच्छेदः अस्ति अस्तु श्रीराम महोदय भवान् पठतु अस्तु महोदय एवं परमाणुरूपं कीदृशं परिमाणं वर्तते मनसः अणुस्वरूपं मनः अणुपरिमाणं वर्तते तत्र अणोः प्रत्यक्षं न भवति अणुः न दृश्यते पार्थिवाः जलीयाः तेजसाः वायवीयाः च परमाणवः भवन्ति परमाणुः इति एकम् आरम्भकद्रव्यम् उभाभ्यां परमाणुभ्यां संयोगेन एकं जनुकम् उत्पद्यते तदा क्रमेण त्रिभिः जनुकैः त्र्यणुकं चतुर्भिः त्र्यणुकैः चतुरणुकम् इत्यादिकं परमाणुः अन्तिमः अवयवः तस्य स्वरूपं किम् अस्तु अत्र परमाणूनां विषयं चर्चितः अस्ति इदानीं परमाणु तस्य परिमाणं परमाणुपरिमाणम् अस्ति तस्य केनापि इन्द्रियेण द्रष्टुं शक्यते किं द्रष्टुं न शक्यते क्षम्यतां न शक्यते पार्थिवपरमाणु वा जलीयपरमाणु वा तेजसपरमाणु वा यत्किमपि भवतु तेषां प्रत्यक्षं ज्ञानं न भवति एकं परमाणु अन्यपरमाणुसह मिलित्वा जनुकम् उत्पद्यते जनुकैः त्र्यणुकं भवति त्र्यणुकैः चतुरणुकं भवति तादृशं क्रमशः घटादिपदार्थानाम् उत्पादनं भवति अतः परमाणु एव आरम्भकः अस्ति सः एव आरम्भक अवयवः अस्ति तस्य स्वरूपं किम् इति अधोभागे दत्तमस्ति तदपि पठामि वा महोदय न अन्यः इदानीं सीमा भगिनी अग्रे पठति वा अस्तु धन्यवादः सीमा भगिनी क्षम्यतां महोदय म्यूट् न कृतवती सूर्यजालमरीचि स्थं यत् सूक्ष्मं दृश्यते रजः तस्य षष्टतमो भागः परमाणुतः उच्यते अग्रे पठामि वा आम् अग्रे तस्य विवरणं दत्तमस्ति मरीचिः नाम किरणः रजस् इत्युक्तौ चूर्णं धूलिः रन्ध्रं वर्तते गृहस्य रन्ध्रात् सूर्यकिरणाः आगच्छन्ति गृहस्य अन्तः तेषु सूर्यकिरणेषु सूक्ष्मरजांसि दृश्यन्ते तानि सूक्ष्मरजांसि त्र्यणुकम् इत्युच्यते त्र्यणुकं दृश्यते लोके यत् अस्माभिः दृश्यते तस्य सर्वलघुभागः त्र्यणुकं तादृश त्रणुकस्य षट् भागाः क्रियन्ते चेत् तत्र प्रत्येकं भागः परमाणुः, सः परमाणुः न दृश्यते। तादृशसूक्ष्मस्वरूपं मनः अत्यन्तं लघु, परमाणुरूपं नाम परमाणुवत् लघु। अत्र त्रणुकं दृश्यते, कथं दृश्यते तत् इति दत्तमस्ति, अपि च परमाणु त्रणुकस्य अपेक्षा परमाणुः कथम् अस्ति तदपि दत्तमस्ति। अत्र रन्ध्रम् इत्युक्ते किं महोदय? होल् इति होल् अस्तु। यदि सूर्यस्य किरणः गृहस्य रन्ध्रात् आगच्छति चेत् वयं किरणेषु धूलेः सूक्ष्मरजांसि द्रष्टुं शक्नुमः। रजांसि ये रजांसि दृश्यन्ते ते त्रणुकाः सन्ति इति कथ्यन्ते। त्रणुकं सूक्ष्मतमं भागः अस्ति यं वयं द्रष्टुं शक्नुमः। यदि त्रणुकस्य षट् भागाः क्रियन्ते तर्हि प्रत्येकं भागः परमाणुः इति उच्यते, यतोहि परमाणुद्वयं मिलित्वा त्रणुकं भवति, त्रणुकं त्रयं मिलित्वा त्रणुकं भवति। एवं च परमाणुः स्वरूपं मनः अस्ति, अतः मनः अत्यन्तं लघु अस्ति। तदेव महोदय। सत्यं सत्यं, तत्र परमाणुरूपं, रूपम् इत्युक्ते परिमाणम् इति, परमाणोः परिमाणं कियत् इति चेत् तत्र यत् रजांसि दृश्यन्ते तस्य षड्भागाः क्रियन्ते चेत् तत्र प्रत्येकं भागस्य एव परिमाणं भवति परमाणोः, परमाणुः इति। समीचीनं भगिनि, धन्यवादः। इदानीं शिवराममहोदय अग्रे पठति वा? मरीचि नाम किरणात् तत् तत् पठितं ततः नित्यञ्च नित्यञ्च न उत्पद्यते न वा नश्यति सर्वदा वर्तते। तर्हि मनः नित्यं परमाणुस्वरूपं च तादृशम् इन्द्रियं ज्ञानादीनां कारणं सुखादीनाम् उपलब्धेः प्रत्यक्षं साधनम्। अग्रे पठामि वा? प्रत्यक्षस्य साधनम् अग्रे अपि पठतु। अधुना प्रश्नः उदेति, मनः कुत्र वर्तते? शरीरस्य अन्तर्भावे वर्तते। आत्मा शरीरे वर्तते, मनः अपि शरीरे भवति, किन्तु जीवात्मनः विभुत्वात् सदा सर्वशरीरे भवति जीवात्मा। मनः एकस्मिन् समये शरीरस्य एकस्मिन् एव स्थले भवति किन्तु सर्वशरीरे सञ्चरति। चक्षुः इन्द्रियेण यदा प्रत्यक्षं जायते तदा मनः तत्र आगच्छति। चक्षुः इन्द्रियस्य मनसा सह तदा संयोगः भवति। तस्मिन् क्षणे मनः अन्यत्र नास्ति, तत्रैव अस्ति। घ्राणेन्द्रियेण यदा प्रत्यक्षं जायते तदानीं घ्राणेन्द्रियेण सह मनसः संयोगम् अपेक्षते, अतः तस्मिन् समये मनः तत्र आगच्छति। अपि च यदा गन्धस्य प्रत्यक्षं भवति तस्मिन् क्षणे न त्वगिन्द्रियेण, चक्षुरिन्द्रियेण, श्रवणेन्द्रियेण वा प्रत्यक्षं भवति। एकस्मिन् समये एकमेव ज्ञानं, मनः बहु वेगेन गच्छति। एकस्य अनन्तरम् अन्यत् प्रत्यक्षम्, एकस्य अनन्तरम् अन्यत् प्रत्यक्षम्। मनः अत्यन्तं वेगशाली, एकस्मिन् एव समये सर्वं ज्ञानम् उत्पन्नम् इति भ्रान्ति अस्माकम्। इति च मनः क्षणात्मकज्ञानादीनां कारणम्। आत्मा शरीरे, आत्मा शरीरे वर्तते, मनः अपि शरीरे भवति, किन्तु जीवात्मनः विभुत्वात् सदा सर्वशरीरे भवति जीवा जीवात्मा तस्य सञ्चारः सर्वत्र सर्वशरीरे भवति. मनः तु एकस्मिन् समये शरीरस्य एकस्मिन् स्थले भवति किन्तु सर्वशरीरे सञ्चरति. महोदय, भवान् जीवात्मनः सञ्चारः इति उक्तं वा? न, सञ्चारः न, जीवात्मना सर्वशरीरे सदा भवति, सञ्चारः न भवति किन्तु पूर्णशरीरव्यापकरूपेण सा तत्र भवति जीवात्मा. सत्यं, व्याप्य सम्पूर्णं शरीरं व्याप्य सा जीवात्मा शरीरे भवति पूर्णशरीरं. किन्तु मनः तु एकस्मिन् स्थले एव भवति किन्तु तस्य सञ्चारः सर्वत्र भवति सर्वशरीरे. शरीरस्य सर्वत्र सर्वभागे मनसः सञ्चारः भवति. अस्माकं यत् इन्द्रियेण ज्ञानं भवति तद् ज्ञानं मनसः संयोगः इन्द्रियेण भवति. मनसः तत्र उपस्थितिः भवति इन्द्रियस्य स्थाने, तत्कारणेन अस्माकं ज्ञानं भवति, अस्मात् ज्ञानं तत्र भवति. यदा चक्षुरिन्द्रियस्य मनसः सह तदा संयोगः भवति. यदा वयं किमपि पश्यामः चक्षु इन्द्रियेण तदा तत्र मनः इति इन्द्रियस्य तत्र उपस्थितिः तत्र अस्ति. मनसा वयं तद् ज्ञानं वयं स्वीकुर्मः. तत् पद्धत्याः अन्येषामपि ज्ञानेन्द्रियाणां स्वरूपे अपि तत् पद्धत्या एव. किन्तु मनः एकस्मिन् समये एकस्मिन् इन्द्रियस्य इन्द्रियेण सह एव तत्र संयोगः. किन्तु मनः बहु वेगेन गच्छति, एकस्मिन् समये एकमेव ज्ञानं, सः बहु वेगेन गच्छति. तत् वेगकारणेन तत् एकस्मिन्नेव समये सर्वज्ञानं उत्पन्नम् इति भ्रान्ति अस्माकम्. अत्र केवल मनः तु एकस्मिन् एव, तस्य निवासः शरीर एकस्मिन् एव स्थाने अस्ति किन्तु सञ्चारः सर्वत्र भवति इति सारः. इति अस्मिन् परिच्छेदे उक्तं, किन्तु अत्र किञ्चिदिव चिन्तनीयं, किमर्थं तत्र चक्षुमनयोः मध्ये संयोगस्य आवश्यकता अस्ति? ज्ञानं कुत्र उत्पद्यते? ज्ञानं तु आत्मनि न, केवलम् आत्मनि उत्पद्यते, केवले आत्मनि उत्पद्यते. किन्तु आत्मा मनः इन्द्रियेण एव प्रत्यक्षं भवति. सत्यं, किन्तु इदानीम् आत्मा सर्वशरीरे व्याप्यः भवति इति तु एकम्. अतः यत्र कुत्रापि मनः अस्ति चेदपि आत्ममनयोः मध्ये संयोगः भवत्येव. अपि च ज्ञानम् आत्मनि एव उत्पद्यते, तस्य ग्रहणं मनसा क्रियते इति कृत्वा किमर्थं तत्र आत्ममन तत्र इन्द्रियमनयोः मध्ये संयोगः किमर्थं वक्तव्यः? प्रश्नः तु अवगतम्. अपि च अत्र पश्यतु, इदानीं तत्र एके मनः वेगेन गच्छति इति लिखितम्. इदानीं त्वगिन्द्रियम् इति स्वीकुर्मः, केवलं त्वगिन्द्रियमेव स्वीकुर्मः. त्वगिन्द्रियं तु शरीरे सर्वत्र वर्तते, भवतः शिरसि अपि वर्तते, पादौ पादे अपि वर्तते. इदानीं कोऽपि भवतः शिरसस्य स्पर्शनं करोति, अन्यः पादस्य स्पर्शनमपि करोति इति चिन्तयतु. मिलित्वा तस्य ज्ञानं भवत्येव किल? युगपत्, युगपत् भवति. अतः अत्र न बुद्धं मया तत्र किमर्थम्. अन्येषां चिन्तनं किमपि अस्ति वा? सरला भगिनी, नमस्कारः भगिनी, भवत्याः चिन्तनम् अस्मिन् विषये किम्? नमस्कारः महोदय, बहुकालानन्तरम् आगतवती. आमां, समीचीनं समीचीनं, सुस्वागतम्. मम चिन्तनम् अस्ति युगपत् भवति द्वयोः. सत्यम्, अतः किमर्थं मनसः तत्र एतादृशं वेगेन गच्छति, अपि च इन्द्रियमनयोः मध्ये मध्ये संयोगः इति मम अभिप्रायार्थं तत्र अभिप्रायेण तत्र आवश्यकता एव नास्ति. आत्ममनसंयोगः भवेत्, आत्मा विभुः, मनः तु परमाणुपरिमाणमस्ति, अतः आत्ममनसंयोगः भवत्येव. भवति चेत् तत्र ज्ञानम्, आत्मनि यद् ज्ञानमस्ति तस्य ग्रहणं मनसा कर्तुं शक्यते. किन्तु इन्द्रियेण यत् प्रत्यक्षं भवति तत् अहं चिन्तयामि व्यापाररूपेण आगच्छति मनसि. न न, मनः इन्द्रियमस्ति किल, कथं वा व्यापारः भवति? मनः, मनः साक्षात् इन्द्रियम्. बहिरिन्द्रियेण सह मनः भवति, तद् सर्वे विषयाणि यत् ज्ञानं तस्य विषय बहिरिन्द्रिया यस्य अस्ति तस्य विषय इन्द्रियोः संयोगः भवति, तत् प्रत्यक्षं मनः इति गृहीत्वा तदनन्तरम् आत्मनि गच्छति न तत् इति मम इति अस्माभिः न पठितं किल. तत्र इदानीं घटः मम पुरतः घटः अस्ति इति चिन्तयतु. चक्षुघटयोः मध्ये संयोगः आवश्यकः. चक्षुः तत्र घटं प्रति गत्वा तस्य व्यापनं करोति, अनेन मम आत्मनि प्रत्यक्षज्ञानम् उत्पद्यते. ज्ञानस्य ग्राहकः भवति मनः. यदि मनः नास्ति त मनः आत्मनि ज्ञानं न आगच्छति न मनः विहाय. चक्षु पक्षति परन्तु ज्ञानं न भवति तत्र. न न, ज्ञानं भवति किन्तु तस्य ग्रहणं न भवति यदि मनः नास्ति चेत्. यदा वयं स्वपामः तस्मिन् समये अपि ज्ञानम् उत्पद्यते किन्तु तस्य ग्रहणं न भवति इति तावदेव वदामश्चेत्. आमां हा, इदानीं तत्र यद् प्रकोष्ठे अहम् अस्मि तत्र बहवः विषयाः सन्ति, किन्तु मम चक्षुः अपि च विषयः अनयोः मध्ये यदा संयोगः न भवति तर्हि प्रत्यक्षं न उत्पद्यते तावदेव. तत्र विषयमेव नास्ति इति नास्ति किल इति तादृशम्. अन्येषां तत्र सीमा भगिनी मनसा विषयस्य मनसापि संयोगः भवति? न न, नास्ति. विषयः अपि च मनः अनयोः मध्ये किमपि संयोगः नास्ति. तत्र इन्द्रिय मनः तु अन्तरिन्द्रियम् आश्रयरूपे नास्ति, मनः अन्तरिन्द्रियमस्ति. मनः अन्तरिन्द्रियमस्ति, आत्ममनयोः मध्ये एव संयोगः भवति. घटः अपि च मनयोः मध्ये संयोगः यदा कदापि नास्ति. पुनः वदतु महोदय, बालसुब्रह्मण्य महोदय. संयोग मनसः मनसोः मध्ये संयोगः अस्ति चेत् विशिष्ट अर्थः भवेत् इति अहं मन्ये. किमर्थं चेत् चक्षुः पश्यति, सहसा एव मनसा गृह्यते एव नास्ति किल महोदय? तत्र इदानीं पश्यतु, चक्षुः अपि च घटयोः मध्ये संयोगः जायते. अनेन संयोगेन आत्मनि, तत्र आत्मा अपि च चक्षुः अनयोः मध्ये संयोगः वर्तते एव सदा. आत्मा सर्वशरीरव्यापी इत्यतः आत्मचक्षोः मध्ये संयोगः वर्तते एव, अतः आत्मनि ज्ञानम् उत्पद्यते, तस्य ग्रहणमनसा क्रियते. किमपि महोदय, आमाम्, आत्मनि आत्मनि यत् ज्ञानम् उत्पद्यते तस्य ग्रहणं मनसा एव भवेत् इति नियमः. किन्तु मध्ये मनः भवति, मनः अस्ति चेदेव ज्ञानम् उत्पद्यते इति नास्ति. महोदय, एकस्मिन् क्षणे एकं ज्ञानम् उत्पद्यते किल? हा भवतु, अनेन किं तत्र मनसा एकमेव ज्ञानं गृहीतुं शक्यते, अतः वदतु, युगपत् ज्ञानम् उत्पद्यते किल? अन्य शरीरे एकत्र वा अन्यत्र वा स्पर्शं भवति चेत् युगपत् ज्ञानं भवेत्? नास्ति, तदेव अहं वदन्नस्मि, इदानीं मनसा एकमेव ज्ञानं ग्रहीतुं शक्यते. इदानीं तत्र भवत् वदतु श्रीरामहोदय. अत्र मम चिन्तनम् अस्ति, उदाहरणं यदा स्वीकुर्मः, मम पादे काचन बाधा अस्ति, वेदना अहम् अनुभवामि. इदानीम् एकं मिष्टकं स्वीकरोमि, मम जिह्वायां स्थापयामि, तदा रसनज्ञानं भवति, मिष्टकस्य रसनज्ञानं भवति. मम पादे या बाधा अस्ति तस्यापि ज्ञानं युगपत् अस्ति. यस्य यत् ज्ञानं बलवत् अस्ति, यः अनुभवः बलवत् अस्ति, तस्य ज्ञानमेव मनसा गृह्यते. यदा मिष्टकमहं सम्पूर्णतया खादयामि तदा तस्य अनुभवः न भवति, तदा या बाधा मम पादे अस्ति तस्य ज्ञानमेव अवशिष्यते, तदा मम वेदना एव अनुभवामि, तस्य ज्ञानमेव भवति. यद्यपि बहूनि ज्ञानानि युगपत् भवति, मनसा यत् ज्ञानं बलवत् अस्ति तस्य ज्ञानमेव अस्माभिः अनुभूयते. सत्यम्. अतः इदानीं पादे स्पर्शेन एव बाधा ज्ञाता, इदानीं रसनेन्द्रियेण मिष्टकस्य ज्ञानं अभवत्. इन्द्रियद्वयम् अस्ति, भवता उक्तम्. अतः इदानीम् अस्माकं प्रश्नः कः? इदानीं यत् ज्ञानम् इन्द्रियेण, यत् इन्द्रियेण बल यत् बलवत् ज्ञानम् इन्द्रियेण कृतं, तेन ज्ञानेन एव संयोगः भवति, न तु साक्षात् इन्द्रियेण इति अहं इत्युक्ते तत्र भवान् केवलं ज्ञानस्य ग्रहणार्थं आत्ममनसंयोगः एव भवेत्. तदेव मम चिन्ता. तदेव. अस्तु, तत्र सर्वे चिन्तयन्तु, तत्र किमपि दोषः भवति वा इत्यस्मिन् विषये चिन्तयन्तु. अपि च अहमपि प्रायः अग्रिमवर्गे दृष्ट्वा वदामि, तत्र प्रक्रिया दत्तमस्ति अग्रे पाठे एव, कथं वा प्रत्यक्षं जायते इति प्रक्रिया दत्तमस्ति. तत्र एकवारं पठित्वा वदामि, तत्र यथा सरला भगिन्या सूचितं, तत्र मनः व्यापारत्वेन भवेत् मध्ये. यदि मनः नास्ति चेत् ज्ञानमेव न उत्पद्यते इति तादृशप्रक्रिया अस्ति चेत् प्रायः एतद् वक्तव्यं भवति. यदि तादृशप्रक्रिया नास्ति चेत् तर्हि यदा अस्माभिः इदानीमेव चर्चितं तत् समीचीनमेव. दृष्ट्वा वदामि. अपि महोदय, अहं श्रुतवती मनस्य ज्ञान यथा फिल्म् चलचित्रस्य टेक्नालजि अस्ति, प्रत्येकम् एक स्टिल् पिक्चर् भवति, किन्तु यदि प्रोजेक्टर् you can see the film as a, otherwise each one is a still picture. प्रत्येकम् एकं फ्रेम् इव भवति, किन्तु तत्र चलनात्मकं. अस्तु, तथैव मनसः अपि अस्ति इति अहं श्रुतवती. अस्तु, समीचीनं. अतः तदेव उक्तं, सुखादि उपलब्धिसाधनम् इन्द्रियं मनः, तच्च प्रत्यात्मनेतत्वात् अनन्तं परमाणुरूपं नित्यं च इति एतत् करपत्रं समापितम् अस्माभिः. अस्तु, इदानीं किञ्चित् तत्र अवधानमेकं. वदतु महोदय. अणुकं परमाणु इति अटम् इति अहं चिन्तितवान् पूर्वम् इति नास्ति इति भाति, यतोहि त्रियाणुकं दृश्यते इति उक्तं तत्र. आम् न द्रष्टुं शक्यते. न न, त्रेणुकम् इत्युक्ते त्री आटम्स् इति नास्ति, मालिक्यूल् इति वदामः किल. मालिक्यूल् मालिक्यूल् मालिक्यूल् द्वयः शक्यते, त्रयः शक्यते, चतुर्थः शक्यते, तथापि द्रष्टुं न शक्यते. आक्सिजन् आक्सिजन् ओ वन् ओ टु मालिक्यूल् आक्सिजन् मालिक्यूल् द्रष्टुं न शक्यते. ओ त्री ओ न शक्यते. सो परमाणु इति अणु परमाणु अटम् इति न वक्तुं शक्यते. तत्र साक्षात् साम्यं न भवति. केमिस्ट्रि मध्ये यदस्ति, वैज्ञानिकशास्त्रे यदस्ति, अपि च न्यायशास्त्रे यदस्ति, तत्र साक्षात् यथा भवता उक्तं तत् सत्यमेव. यदि मालिक्यूल् त्रेणकं मालिक्यूल् इति स्वीकुर्मः, हा हा हा, यदि मालिक्यूल् इति स्वीकुर्मः, तथापि तत्र मालिक्यूल् तस्य दर्शनं न भवितुं शक्यते इति कृत्वा तत्र. किन्तु एतेषां मतम् एतादृशमस्ति, तत्र परमाणु इति किमपि परमाणु इति किमपि स्वीकृतं तैः, परमाणुद्वय द्वयस्य संयोगेन तत्र द्यणुकं जायते, तस्यापि प्रत्यक्षं न भवति, किञ्चित् त्रणुकस्य प्रत्यक्षं भवति इति तेषां मतम्. अस्तु, समीचीनम्. इदानीं तत्र परीक्षां प्रति गच्छामः. अहं किं कृतवान् तत्र क्रमेण, यथा अस्माकं पाठः अस्ति तदा क्रमेण केचन प्रश्नाः मया स्थापितः वर्तन्ते, तत् पृच्छामि. अधिकाधिकम् एकमेव पदं दातव्यम्, तत्र एकेन पदेन एव प्रश्नस्य उत्तरं दातुं शक्यते. अतः तत्र साक्षात् गच्छेम. आवश्यकं चेत् पुस्तकं पुरतः स्थापयतु, दृष्ट्वा वक्तुं शक्यते. केवलम् एतत् सर्वं पुनस्मारणत्वेन एव क्रियते. अत्र अङ्कानि इति किमपि नास्ति, केवलम् अस्माकम् अवगमनार्थं. किमर्थम् इत्युक्ते इदानीं द्रव्याणां निरूपणम् अस्माभिः समापितं. यथा एतस्य निरूपणं द्रव्याणां निरूपणं कृतं, तथा एव अग्रे तत्र गुणानामपि इति सर्वेषां निरूपणम् एतादृशशैल्यामेव भवति इत्यतः, यदि अस्माकं मनसि समीचीनतया एतस्य यावत् अस्माभिः पठितं तस्य बोधः जायते, तर्हि अग्रे सौलभ्यं भवति इत्यतः किञ्चिदिव लघु लघु प्रश्नाः एव. समीचीनम्. अहं प्रत्येकम् आहूय प्रश्नं पृच्छामि, सः एव वदतु. यदि तेन न वक्तुं शक्यते तर्हि अन्येषाम् अवसरः लभ्यते, अपि च अन्येषां चिन्तनं तस्मिन् उत्तरे किमपि अस्ति चेत् तदपि तदनन्तरं वक्तुं शक्यते. अस्तु, समीचीनम्. इदानीं बालसुब्रह्मण्यमहोदय, भवान् एव आरम्भं करोतु. कति पदार्थाः सन्ति? सप्तपदार्थाः सन्ति. हा, ते के? द्रव्यं, गुणः, कर्म, सामान्यं, समवायः, विशेषः, इतोपि एकम् अभावः. समीचीनम्. इति सप्तपदार्थाः सन्ति. समीचीनं महोदय, धन्यवादः. इदानीं विजी भगिनी. तेषु सप्तपदार्थेषु भावपदार्थाः के? भावपदार्थाः द्रव्यं, द्रव्यगुणकर्म, एतत् त्रयमेव वा? द्रव्यगुणकर्म, सामान्यं समवायः पञ्च तावदेव वा नो चेत् भावपदार्थः इत्युक्ते न अवगतं भवति भावपदार्थः तत्र सप्तपदार्थेषु द्रव्येषु न धर्मः इति पदार्थः नास्ति किल धर्मः इति अस्माभिः एव कल्पितं द्रव्यगुणकर्मसामान्यविशेषसमवायः षष्ठपदार्थः भावपदार्थाः अन्ये अभाव इति भावपदार्थः नास्ति किल समीचीनं महोदय समीचीनं तदेव उत्तरं अग्रिम उत्तरं भवत्याः एव पदार्थः अस्मिन् वाक्ये सप्तपदार्थाः इति दत्तमस्ति किल वाक्यम् आम् अस्मिन् वाक्ये पदार्थः इत्युक्ते किम् द्रव्यम् आश्रित वस्तूनि यं कमपि अस्ति ते पदार्थाः इत्युक्ते तत्र पदार्थः इत्युक्ते वस्तु इति भवति वदति आम् यं किमपि वस्तु वर्तते द्रव्यम् आश्रये ते पदार्थाः न वा न अस्तु अन्येषां चिन्तनं सीमा भगिनी किं चिन्तयति महोदय अहं पूर्वं पठितवती अतः जानामि तर्क्यन्ते प्रमिति विषये क्रियन्ते इति तर्काः द्रव्यादिपदार्थाः यस्यां येषां विषये वयं किञ्चित् तर्कं कर्तुं शक्नुमः वा तस्य प्रमिति भवति विषयं कर्तुं शक्नुमः ते पदार्थः इतोपि सरलरीत्या वक्तव्यं चेत् येषां विषये ज्ञानं भवति जगति किमर्थम् एको आगच्छति इदानीं म्यूट् कृतवान् येषां विषये ज्ञानं भवति किन्तु तस्य विभागः न जाने महोदय अस्तु अन्येषां चिन्तनं किमस्ति वा एकनिमिषं भगिनि शिवराम महोदय वदतु पदनाम शब्दः शब्दः न शब्देन यस्य विवरणं भवति तत् नाम पदार्थः वस्तोः विवरणं वा वस्तोः ज्ञानं येन शब्देन भवति तत् पदस्य अर्थः पदार्थः शब्देन यस्य निर्देशं वयं कुर्मः तत् नाम पदार्थः इदानीं तत्र आधेयता इति पदमस्ति किल आधेयता आमाम् आधेयता इति शब्दमस्ति तस्य अर्थमपि अस्ति किन्तु तत् पदार्थं भवति वा न शब्देन वस्तोः निर्देशं यदा भवति तदा यस्य निर्देशं भवति सः पदार्थः यदा वयं घट इति वदामः तदा घट इति पदेन घटस्य निर्देशः भवति तर्हि घटः इति पदार्थः हा किन्तु तादृश अर्थः अत्र अत्र नास्ति अतः एव मया पृष्टम् महोदय ये सर्वे मिलित्वा जगति जगत् भवति ते पदार्थाः इत्युच्यते सरलरीत्या पुनः पुनः भवान् तत्र द्रव्याणां विषये एव वदति जगति किं किम् अस्ति द्रव्याणि एव हा द्रव्यगुणकर्मसामान्यविशेषसमवाय अभवत् ते सर्वे अस्मिन् वाक्ये, अतः एव मया पृष्टं तत्र, अस्मिन् वाक्ये पदार्थः इत्युक्ते, अस्तु अहं किञ्चित् वदामि, वर्गः इति, वर्गः इत्युक्ते केटगरि, पदार्थः इत्युक्ते केटगरि, न तु वस्तु. अत्र द्रव्यम् इति किमपि वस्तु अस्ति वा? द्रव्यम् इति किमपि वस्तु नास्ति. पृथिवी, पृथिवी इति वस्तु अस्ति. गन्धः तत्र, क्षम्यतां, तत्र जलम् इति वस्तु अस्ति. तस्मिन् विद्यमानगुणाः अपि सन्ति, किन्तु अत्र सप्तपदार्थाः इत्युक्ते केवलं वर्गीकरणं, केटगरी तावदेव. जगति यावन्ति वस्तूनि वा, गुणाः वा, कर्म वा, यत्किमपि भवतु, कर्माणि वा, यत्किमपि भवतु, तेषां वर्गीकरणमेव अस्मिन् वाक्ये पदार्थः इति पदेन सूचितमस्ति. केवलं वर्गीकरणं, केटगरैजेशन् तावदेव. अस्तु, समीचीनं. हा, इदानीं तत्र श्रीराममहोदय, सर्वेषां पदार्थानाम् आधारः कः पदार्थः भवति? सर्वेषां पदार्थानाम् आधारः सर्वेषां पदार्थानाम् आधारः कः भवति वा महोदय? कः पदार्थः भवति? द्रव्यं भवति महोदय. समीचीनं, द्रव्यमेव सर्वेषां पदार्थानाम् आधारः भवति. तत्र द्रव्यस्य आधारमपि द्रव्यं भवति वा? द्रव्यस्य संयोग भवति. उदाहरणं वदतु. भूतले घटः अस्ति, भूतलं घटस्य आधारः अस्ति. समीचीनम्, अतः सर्वेषां पदार्थानाम् आधारः द्रव्यं भवति. स्वस्य अपि च अन्येषां पदार्थानाम् आधारः द्रव्यं भवति इति अस्माभिः अधीतम्. हा, समीचीनं महोदय. इदानीं बालसुब्रह्मण्य महोदय, भवान् वदतु, गुणे के पदार्थाः भवन्ति? गुणः अन्ति चतुर्विंशति गुणाः सन्ति. केन विध पदार्थाः इति प्रश्नः वा? हा, गुणे के पदार्थाः भवन्ति? अतः इदानीमपि अहं पदार्थ इत्यस्मिन् विषये एव अस्मि. चतुष्काराः, धर्म, यथा श्रीराममहोदयेन उक्तं, द्रव्ये सर्वे पदार्थाः भवन्ति, तादृशं गुणे के पदार्थाः भवन्ति? द्रव्ये द्रव्यं भवति, गुणः भवति, कर्म भवति, समवायः भवति, सामान्यः भवति, विशेषः भवति, अभावः अपि भवति द्रव्ये. एवं गुणे के पदार्थाः भवन्ति? धर्मं वा, धर्म नास्ति. अस्तु, सरला भगिनी, सरला भगिनी वदतु. हा, सामान्यसमवाय अभावः इति त्रयः पदार्थाः एव गुणे भवन्ति. समीचीनं, बालसुब्रह्मण्य महोदय, भवान् एव वदतु, सामान्ये, सामान्यम् इति पदार्थः अस्ति किल, सामान्ये के पदार्थाः न भवन्ति? सामान्ये समवायः अस्ति, अभावः अस्ति. हा, अतः के न भवन्ति? द्रव्यं नास्ति, गुणः नास्ति, धर्मः नास्ति, विशेषः नास्ति. सामान्यमपि नास्ति. सामान्यमपि न. हा, सामान्ये सामान्यं न भवति, केवलं समवायः अभावः, द्वयमेव भवति. समीचीनं महोदय. हा महोदय, द्रव्यसामान्यं गुणसामान्यम् इति नास्ति वा? द्रव्यसामान्यम् इति अस्ति चेत् इदानीं द्रव्ये सामान्यं वर्तते, न तु सामान्यद्रव्यं वर्तते. महोदय अवगच्छति किल? आं महोदय. अस्तु समीचीनं. भवानेव तत्र भानुसिद्धनिमित्तं भवानेव वदतु, द्रव्याणि कति विधानि? द्रव्याणि नवविधानि महोदय. पृथिवी, पृथिव्याप, तेज, वायु, आकाश, दिक्, काल, दिक्, आत्म, मनांसि. समीचीनम्. इति नवद्रव्याणि सन्ति. येषु नवद्रव्येषु एकत्वम् एव केषु द्रव्येषु विद्यते महोदय? आकाशः. आकाशः, काल, दिक्, आत्मा. आत्मापि नाम आकाशः, कालः, दिक्, दिक् ईश्वरः. हा, अपि च परमात्मा. परमात्मा, परमात्मा. हा, इति येषु एव एकत्वम् इत्युक्ते आकाशः एकः एव, कालः एकः एव, दिक् अपि एकः एव, परमात्मा अपि एकः एव. चतुर्षु द्रव्येषु तत्र एकत्वम् एव विद्यते महोदय. समीचीनं. हा अस्तु, इदानीं शिवराममहोदय. आधार आधेयभावः इत्युक्ते किम्? आधार आधेय आधारम् आश्रितं निवसति, आश्रितम् अस्ति. किञ्चित् प्रतिपादयतु. आश्रितम् इत्युक्ते आश्रितम् आश्रयः इत्युक्ते किम्? आधेयता यः अस्ति सा आधारनिष्ठ नाम. एकम् उदाहरणं वदतु. हा, कोऽपि यज्ञदत्तः आसने सः उपविष्टः अस्ति चेत् तत्र आधारता आसने वर्तते, आधेयता बालके वा यज्ञदत्ते वर्तते. यज्ञदत्तः आसननिष्ठ यज्ञदत्तः इति. हा समीचीनम्. इत्युक्ते तत्र यज्ञदत्तः भारं ददाति इत्यतः सः तस्मिन् आधेयता वर्तते. आधेयता वर्तते आसनं भारं वहतः आश्रयः अस्ति. हा हा सत्यं. किन्तु तत्र आधेयः इत्युक्ते किम् इति चेत् यद् भारं ददाति तदेव आधेयः, यद् भारं वहति तदेव आधारः. आधारः इति अस्माभिः तत्र आरम्भस्तरे अधीतं. तत्र अग्रे अपि इतोपि किञ्चित् अस्माभिः चर्चितं. तत्र किं चर्चितमिति भवतः मनसि अस्ति वा इदानीं? निष्ठवा वर्ति इति न युक्त अस्ति. न न, ते तु पर्यायपदानि सन्ति. किन्तु तदग्रे अपि तत्र निरूपक अस्ति. अधेयता निरूपक अधिकरणता अस्ति, अधिकरणता निरूपक अधेयता अस्ति. एकनिमिषं, तत्र आदेयः इत्युक्ते यद् भारं ददाति तद् आदेयः, यद् भारं वहति तद् आधारः इति एकम् अवगमनम् अस्ति. इतोपि तत्र इदानीं इदानीं मम अहम् अपि च मम पुत्रः इति स्वीकुर्मः. आवयोः मध्ये तत्र आधारादेभावः अस्ति वा? आधारादयभावः तत्र जन्यजनकभावः तु अस्ति न हा जन्यजनकभावः तु अस्ति अस्ति इदानीं तत्र आधारादयभावः अस्ति वा इति मम प्रश्नः न आधारादयभावः नास्ति अन्येषां चिन्तनं संयोगः नास्ति अस्मिन् विषये संयोगः इति मया न पृष्टं न पृष्टवामः हा अन्येषां चिन्तनं किम् यत्र कुत्रापि स सम्बन्धकः भावस्ति तत्र आधारादेयभावः भवति अहं चिन्तयामि भवान् भवान् इष्टं श्रोतुम् इष्टति निरूपकनिरूप्य भावति न न यत् यद् भवत्या उक्तं तदेव मम मनसि आसीत् तत्र यत्र यत्र सम्बन्धः वर्तते तत्र सर्वत्र आधारादेयभावः अपि अस्ति इति इत्युक्ते केवलं यत्र भारवहनं नो चेत् भारधानमस्ति तत्रैव आधारादयभावः इति नास्ति यत्र यत्र सम्बन्धः वर्तते तत्रापि आधारादयभावः अस्ति एव इति अर्थः अस्ति समीचीनं तदेव निरूपकता न तदेव हा तत्र न इदानीं तत्र मम अग्रिमप्रश्नः तदेव अस्ति भवानेव वदतु शिवराम महोदय निरूपकनिरूपभावः इत्युक्ते किम् ते साकाङ्क्षपदार्थाः सन्ति न यत्र अपेक्षते साकाङ्क्षा तद्यत्र अस्ति तत्र निरूपक इति आकाङ्क्षा अस्ति चेत् तत्र निरूपकनिरूप्यभावः अस्ति इति नास्ति किल इदानीं तत्र मम पुरतः किमपि अस्ति तत् किम् इति मम मनसि आकाङ्क्षा अस्ति आकाङ्क्षा अस्ति चेत् तत्र निरूपकनिरूपभावः इति किञ्चित् प्रतिपादयतु ततः भवतः मनसि तत्र स्पष्टता भवति निरूपकनिरूप्यभावः इत्युक्ते किम् परस्परसम्बन्धः परस्परसम्बन्धः निरूप्य निरूपकताभावः अस्ति यदा परस्परसम्बन्धः यत्र वर्तते एकस्मिन् निरूपकता अस्ति एकस्मिन् मध्ये निरूप्यता अस्ति सत्यं किमर्थं तत्र निरूपकनिरूप्यभावः भावविषये चिन्तनम् अस्माभिः क्रियते तस्य आवश्यकता का तत्र आवश्यकता का इत्युक्ते तत्र सम्बन्धः अस्ति चेत् आधारादयभावः अस्ति इति अस्माभिः इदानीमेव ज्ञातं किन्तु तस्मादुपरि आधारादयभावः यत्र अस्ति तत्र निरूपकनिरूपभावः अपि अस्ति यत्र यत्र सम्बन्धः अस्ति तत्र निरूपकनिरूप्यभावः अस्ति इति यद्भवता उक्तं तत् सत्यमेव किन्तु किमर्थं तत्र निरूपकनिरूप्यभावः इति स्वीकृतं निरूपणम् इत्युक्ते किं तद्वदतु निरूपणम् इत्युक्ते किम् निरूपणं नाम वर्णनं न वर्णनं विवेचनं हा तत्र परिचयम् इति इदानीं भवान् अपि च भवतः पुत्रः अस्ति भवान् तु अहं जानामि भवतः तत्र अन्यः यः अस्ति सः अहं न जानामि अहं भवन्तं पृच्छामि एषः कः इति तदा भवान् वदति एषः मम पुत्रः इति तत्र सम्बन्धं सूचयित्वा तस्य परिचयं दास्यति तदेव निरूपणम् इति निरूपणम् इत्युक्ते परिचयं निरूपकनिरूप्यभावः किमर्थं वयं स्वीकुर्मः चेत् तत्र परिचयं दानार्थं वयं स्वीकुर्मः केवलं परिचयार्थम् अस्तु समीचीनं हा इदानीं श्रीराम तत्र पुनः क्रमः मया विस्मृतः भवतु यत् किमपि हा बालसुब्रह्मण्य महोदय भवान् एव वदतु कति गुणाः सन्ति महोदय चतुर्विंशतिगुणाः सन्ति सत्यं तेषु गुणेषु कति गुणाः आत्मगुणाः विशेष आत्मगुणाः नवगुणाः सन्ति वदति वा ते के इति सुख दुःख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्कार समीचीनम् इति नवगुणाः विशेष आत्मगुणाः इत्युक्ते विशेष किमर्थं विशेष आत्मगुणाः इति वदामः केवलम् एतानि एव आत्मनि सन्ति इति कारणात् हा तत्र एवकारः किञ्चित् भिन्नरीत्या स्थातव्यमस्ति एते गुणाः केवलम् आत्मनि एव वर्तते इत्यतः आत्मनि एव एते गुणाः वर्तन्ते इत्यतः ते विशेष आत्मगुणाः इति कथ्यन्ते येषु नवगुणेषु भवतः एव प्रश्नः महोदय येषु नवगुणेषु नवविशेषगुणेषु परमात्मनि के गुणाः सन्ति परमात्मा अपि आत्मा एव इति कृत्वा परमात्मनि अपि एते नवगुणाः सन्ति इति नैयायिकानां चिन्तनं वा नो चेत् अन्यत् किमपि चिन्तनमस्ति वा परमात्मनि सन्ति इति आत्मा आत्मा जीवात्मा परमात्मा इति द्विवर्गः सत्यं द्विविधमस्ति सो तस्मात् सर्वे अपि परमात्मनि सन्ति एव अहं मन्ये भवान् किञ्चित् चिन्तयतु अस्मिन् विषये इदानीम् ईश्वरे ज्ञानमस्ति वा ईश्वरे ज्ञानमस्ति हा तदनन्तरम् ईश्वरे सुखमस्ति वा दुःखमस्ति वा हा ईश्वरे दुःखमस्ति वा बालसुब्रह्मण्यं महोदय दुःखं नास्ति किल यदि ईश्वरे अपि दुःखमस्ति चेत् अस्माकं गतिः का अस्माकं दुःख ईश्वरस्य दुःखं महोदय धर्मस्य यदा यदा धर्मस्य अवतरति भगवान् सत्यं यदा यदा धर्मस्य ग्लानिः भवति तदा सः अवतरति किन्तु सः दुःखम् अनुभवति इति नास्ति किल अपि च सुखमपि तस्मिन् नास्ति अस्ति अन्येषां चिन्तनं सीमा भगिनी भवत्याः चिन्तनं किं नवगुणेषु परमात्मनि के के गुणाः सन्ति मम चिन्तनमस्ति परमात्मनि ज्ञानम् इच्छा प्रयत्नं तदेव सन्ति परमात्मनि सुखदुःख क्षमता सुखदुःखद्वेषधर्माधर्मसंस्काराः न सन्ति तद् मम चिन्तनं सत्यं तदेव समीचीनं तत्र इच्छा ज्ञानम् इच्छा कृतिः इति त्रयः गुणाः एव ईश्वरे सन्ति तस्य तत्र अन्य षड्गुणानाम् आवश्यकता नास्ति ईश्वरः तत्र बालसुब्रह्मण्यं भवान् एव वदतु ईश्वरः केन प्रमाणेन ईश्वरस्य अस्तित्वं निरूपितम् किमिति अनुमानप्रमाणेन एव तस्य अस्तित्वं स्वीकृतं यत्र यत्र अनुमानप्रमाणेन यत्किमपि वस्तुनः अस्तित्वं वयं निरूपयामः तत्र लाघवं सर्वत्र भवेत् इत्यतः एतेषां गुणानां तत्र आवश्यकता एव नास्ति तस्मिन् ज्ञानं भवेत् जगतः स्रष्टा इत्यतः ज्ञानं भवेत् ज्ञानमस्ति चेदपि तत्र इच्छा नास्ति चेत् सृष्टिः न भवति, अतः इच्छा अपि भवेत्, तदनन्तरं कृतिः अपि भवेत् इति एते त्रयः गुणानां त्रयाणां गुणानामेव ईश्वरस्य आवश्यकता अस्ति, अन्येषां गुणानाम् आवश्यकता नास्ति। किमर्थम् इच्छा भवति? इच्छा नास्ति चेत् सृष्टिः न भवति किल। इदानीं भवान् घटं निर्मातुं भवतः ज्ञानम् अस्ति इति चिन्तयतु, किन्तु मया एतद् घटं तत्र निर्माणम् इति निर्मीयम् इति इच्छा नास्ति चेत् घटस्य उत्पादनं न भवति किल। अतः ज्ञानम् आवश्यकमस्ति, इच्छा आवश्यकमस्ति, अपि च कृतिः अपि आवश्यकमस्ति। अस्तु, समीचीनं महोदय। किञ्चित् लघु सन्देहमेकं पूर्वं पृष्टः, गुणे यत् यत् पदार्थाः सन्ति इति प्रश्नमेकं किल, उत्तरं समवाय अभावः इति वा? सामान्यं समवायः अभावः ते सन्ति गुणे, चतुर्विंशतिगुणे सामान्यं समवायं किमपि नास्ति। न पदार्थः सामान्यम् इति पदार्थः तत्र इदानीं नीलरूपं नीलरूपत्वम् इति जातिः भवितुमर्हति किल। घटे अपि नीलरूपमस्ति, आकाशे अपि नीलरूपमस्ति इति तत्र नीलत्वम् इति जातिः भवितुमर्हति किल, तज्जाति एव सामान्यम् इति। हा इति इदानीं तत्र तत्र प्रश्नः पदार्थस्तरे अस्ति, इदानीं तत्र गुणाः के इति न। यदि गुणाः के इति चेत् तत्र चतुर्विंशतिगुणाः भवन्ति, किन्तु प्रत्येकं गुणे के के पदार्थाः भवन्ति इति चेत् तत्र नीलम् इति रूपं रूपं स्वीकुर्मः, रूपे द्रव्यं भवितुमर्हति वा? नास्ति किल, रूपे द्रव्यं न भवति, द्रव्ये एव रूपं भवति। घटे नीलरूपं भवति, किन्तु नीलरूपे घटः वर्तते इति यदा कदापि न वदामः। अस्तु, समीचीनम्। इदानीं विजी भगिनी, कर्माणि कति विधानि? पञ्चविधानि कर्माणि, उत्क्षेपण अपक्षेपण आकुञ्चन प्रसारण गमनानि इति पञ्चकर्माणि। अस्तु, इति पुस्तके दत्तम्, अतः एव मया पृष्टम्। इदानीं भवती उपविशति इति चिन्तयतु, तदपि कर्म किल? आम्, येषु पञ्चसु कर्म कर्मसु गमनमिति भिन्नक्रिया अस्ति किल। यदा भवती उपविशति, इदानीं भवती गच्छति इति अहं वदामि चेत् तत् समीचीनं वा? पञ्चतलेषु नास्ति किल वर्तते इति वा प्रश्नं महोदय? हा, तत्र उपविशति इति क्रिया अस्ति, भवती उपविशति इति क्रिया अस्ति, उपवेशनम् इति क्रिया अस्ति, किन्तु तत्र पञ्चसु कर्मसु उपवेशनम् इति उपवेशनम् इति कर्म अन्तर्भूतं न भवति किल? आम्, इत्यतः कर्माणि केवलं पञ्चविधानि इति नास्ति, तत्र उदाहरणार्थं पञ्चकर्म दत्तमस्ति तावदेव इति अवगमनार्थमेव मया एतत् प्रश्नः पृष्टः। केवलं पञ्चविधानि इति नास्ति, किन्तु अन्ये सर्वे कर्माणि गमनानि इति तस्मिन् अन्तर्भूतः इति अवगतं न वा महोदय? इति उपलक्षणेन, तत्र उपलक्षणेन दत्तं, गमनक्रिया इति भिन्नक्रिया अस्ति किल, आम् उपवेशनम् इति गमनक्रियायाम् अन्तर्भूतं न भवति, किन्तु गमनक्रिया उपलक्षणं भवति तस्य इत्यादि इति अवगन्तव्यं। कर्माणि पञ्चविधानि एव इति नास्ति, बहुविधानि सन्ति, बहुविधानि सन्ति, किन्तु तत्र उदाहरणार्थं पञ्चकर्माणि दत्तानि सन्ति। धन्यवादः महोदय, समीचीनम्। अस्तु, इदानीं सीमा भगिनी, सामान्यम् इति पदार्थः कति विधम्? सामान्यं तु एकम् एव, न सामान्यं परम् अपरं च, द्विविधं सामान्यं। हा, परम् अपरं च इति द्विविधं सामान्यम्। तत्र अग्रिमप्रश्नः भवत्याः एव, सत्ता का? सत्ता एकं सामान्यमस्ति सर्वेषु पदार्थेषु, सत्ता वर्तते, सत्ता अपि अनेकाः सन्ति, अनेकः इत्युक्ते सत्ता एका एव किन्तु परासत्ता अपरासत्ता एवं सत्ता द्विविधा अस्ति। जले यः या सत्ता अस्ति सा क्षमता, पृथिव्यां या सत्ता अस्ति सा द्रव्यस्य सत्तायाः अपेक्षा अपरा अस्ति। अस्ति वा? अस्ति चेत् तत्र भेदः कः? इदानीं द्रव्यत्वस्य सत्तायाः अपि च पृथिव्याः सत्तायाः भेदः कः इति निरूपयतु। पृथिव्याः सत्ताः क्षेत्रं न्यूनम् अस्ति, द्रव्यस्य सत्तायाः क्षेत्रं बृहत् अस्ति, यतोहि पृथिवी एकं द्रव्यमस्ति। अन्येषु द्रव्येषु या सत्ता अस्ति सा पृथिव्यां नास्ति, किन्तु द्रव्येषु नवद्रव्येषु द्रव्याणां या सत्ता अस्ति तद्द्रव्येषु अन्तर्भूताः भवति, अतः द्रव्यस्य सत्ता परा अस्ति, पृथिव्याः सत्ता अपरा अस्ति। अन्येषां चिन्तनं किं? तत्र यत् सीमा भगिन्या उक्तं तत् सत्यं वा नो चेत् दोषपूर्णः वा? न महोदय, दोषः अस्ति तत्र। दोषः कः इति वदतु। सत्ता इति जातिः द्रव्यगुणकर्मसु भवति, तु तत् परम् अपरं सामान्यम् इति अस्ति, तत् समानरीत्या एव द्रव्येषु भवति, गुणेषु भवति, कर्मसु भवति। यत् या सत्ता द्रव्ये अस्ति तद् तस्य अपेक्षया गुणे या सत्ता अस्ति तयोः भेदः नास्ति। समीचीनं। सत्ता का इति चेत् नैयायिकानां मतानुसारं पराजातिः, पराजातिः एव सत्ता। इत्युक्ते सत्तायामपि द्वैविध्यं नास्ति, केवलम् एकः एव सत्ता इति पराजातिः, सर्वेषाम् उत्कृष्टजातिः। सत्ता इति जातिः सर्वेषु पदार्थेषु वर्तते इति अपि न वक्तव्यं। नैयायिकानां मतानुसारं सत्ता कुत्र वर्तते इति चेत् द्रव्ये, गुणे, कर्मणि इति त्रिषु पदार्थेषु एव सत्ता वर्तते इति एकं। द्वितीयं तु सत्ता इति पराजातिः, अपि च सीमा भगिन्या यदुक्तं तत्र पृथिवीत्वम् इति जातिः केवलं पृथिव्याम् अस्ति, न तु सर्वेषु द्रव्येषु किन्तु सर्वेषु द्रव्येषु द्रव्यत्वम् इति जातिः वर्तते इत्यतः तत्र द्रव्यत्वस्य अपेक्षया पृथिवीत्वम् अपरा जातिः भवति, पृथिवीत्वस्य अपेक्षया द्रव्यत्वं परा जातिः भवति, किन्तु द्रव्यत्वस्य अपेक्षया पृथिवीत्वस्य अपेक्षया सत्ता इति जातिः परा जातिः भवति। सत्ता इति जातिः द्रव्यत्वे अपि वर्तते, गुणत्वे अपि वर्तते, कर्मत्वे अपि वर्तते इति कृत्वा सत्ता इति परा जातिः। सीमा भगिनी बुद्धं वा? आं महोदय, किन्तु मम मनसि आसीत् यत्र एकादश पृष्ठे यत् अस्ति सत्तायाः परत्ववर्णनं, तत्र सत्ता अपि परा अपरा अस्ति, किन्तु न जाने कुत्र कुत्र दत्तमस्ति सत्ता परा परा अस्ति इति, न यदा कदापि यत्र कुत्रापि न दत्तम्। सत्तायाः एकादशपृष्ठे महोदय, हा अहम् अस्मि तत्र, पठतु। सत्तायाः परत्ववर्णनं एकादशपुटे सत्ता अतिरिक्तजातिः मध्ये महोदय, सत्तायाः सत्तायाः परत्ववर्णनं वदतु तत्र। तत् मम चिन्तनम् आसीत् तथा पूर्वस्मिन् चित्रे द्रव्ये गुणे कर्मणि च एका जातिः वर्तनीया, सा एव परा जातिः परं सामान्यं, परम् इत्यस्य अधिकरणानि सर्वेभ्यः सामान्येभ्यः अधिकानि सः अर्थः। द्रव्यत्वं सर्वेषु द्रव्येषु वर्तते परन्तु गुणे नास्ति, तत्र सत्ता वर्तते। गुणत्वं सर्वेषु गुणेषु वर्तते किन्तु द्रव्यं नास्ति, तत्रापि सत्ता वर्तते एवम्। अस्तु अस्तु, किन्तु कृत्वा सत्ता परा जातिः। अत्र सत्तायाः परत्ववर्णनम् इत्युक्ते तत्र सर्वेषां सामान्यानां तत्र सत्ता एव परा उत्कृष्टा अस्ति। सत्ता इति परा, केवलं परा, अपरा इति नास्ति। तत्र पृथिवीत्वं द्रव्यत्वं कुत्र वर्तते? सर्वेषु द्रव्येषु वर्तते किन्तु गुणे न वर्तते। पृथिवीत्वं सर्वेषु पृथिव्यां वर्तते, न तु तत्र जले इति तादृशं। तत्र परत्वम् अपरत्वं भवितुमर्हति, किन्तु सत्ता परा जातिः। अपि च वदतु, गुणकर्म द्रव्येषु सत्ता सर्वत्र वर्तते। हा, केवलं द्रव्यगुणकर्म कर्मसु सत्ता जातिः वर्तते, न तु सामान्यं समवायः विशेषः अपि च अभावः येषु पदार्थेषु सत्ता इति जातिः न वर्तते। अतः तत्र महान् भेदः अस्ति, सूक्ष्मविषयमस्ति एतत्। सत्ता इत्युक्ते अस्तित्वम् इति नास्ति, सत्ता इति जातिः। अतः इदानीं तत्र सामान्यम् अस्ति वा इति चेत् सामान्यं तु अस्ति एव, सामान्यमिति पदार्थः अस्ति एव, किन्तु सामान्ये सत्ता वर्तते वा इति चेत् सामान्ये सत्ता नास्ति। इदानीमेव अस्माभिः दृष्टं किल, सामान्ये सामान्यं न भवति इति। हा समीचीनम्, सामान्यं सत्ता इति सामान्यम् इत्युक्ते जातिः। सर्वेषु द्रव्येषु गुणेषु कर्मसु सत्ता वर्तते, अतः परा जातिः सा। धन्यवादः, हा समीचीनम्। अस्तु इदानीं सरला भगिनी भवती वदतु, विशेषः इति पदार्थः कीदृशपदार्थेषु वर्तते? विशेषपदार्थ परमाणुः वर्तते। हा, केवलं परमाणु परमाणोः वर्तते वा? यावन्त परमाणः सन्ति अपि ये नित्य द्रव्याणि आसीत् तेषु अपि विशेषपदार्थः वर्तते. हा ते के? ये नित्याः सन्ति अपि च परमाणवः नास्ति. आकाश दिक् काल इति ईश्वरः आत्मा इति नित्यद्रव्याणि सन्ति. हा अपि च मनः. मनः अस्तु. हा इत्युक्ते नित्यपदार्थेषु विशेषः वर्तते. तत्र परमाणवः पृथिव्यां जलीयपरमाणवः, पार्थिवपरमाणवः, तैजसपरमाणवः, वायवीयपरमाणवः, येषु विशेषः वर्तते. अपि च आकाशः, कालः, दिक्, आत्मा, मनः, एतेषु अपि विशेषः वर्तते. समीचीनं. विशेषः इति पदार्थस्य आवश्यकता का? सरला भगिनी एव वदतु. विशेषस्य आवश्यकता द्रव्यम् अन्यद्रव्यस्य तयोर्मध्ये भेदः भवति इति तत् प्रदर्शयति विशेष. सत्यं सत्यं. यदि विशेषः इति पदार्थः न अङ्गीकुर्मः तत्र किमिति भेदः न साधयितुं शक्यते. विशेषं स्वीकृत्य एव भेदः साधयितुं शक्यते. अस्तु, इदानीं तत्र विशेषे सरला भवती एव वदतु. विशेषम् इति विशेषः इति पदार्थे के पदार्थाः भवन्ति? ओके, विशेषपदार्थे भवन्ति विशेषे भवति समवाय अभावः. हा, समवायः अभावः इति द्वे पदार्थे एव तत्र विशेषे भवन्ति भवतः. समीचीनं, धन्यवादः भगिनि. इदानीम् अग्रे भानुचैतन्यमहोदय. समवायः इति पदार्थः प्रथमं कीदृशपदार्थः इति वदतु, अपि च कयोः मध्ये भवति इति अपि भवतु वदतु. समवायः किं सूचयति? समवायः इति सम्बन्धः सूचयति महोदय. सत्यं, सम्बन्धसूचकपदार्थः समवायः. कयोः मध्ये भवति महोदय? गुणगुणिनोः अवय अवयोः विशेषनित्यद्रव्ययोः पञ्च सन्ति महोदय. सत्यं, समवायः. अनन्तरं त्रीणि भवता उक्तं महोदय, त्रीणि उक्तं. धर्मधर्मिणोः न धर्मधर्मिणोः इति स्वभाष्यमादिव्यक्तियो क्रियाधातिव्यक्तियोः. समीचीनम्. अनन्तरम् अन्तिमं क्रियाक्रियवतोः क्रियाक्रिया अवयव अवयविनोः मध्ये भवता उक्तं वा? आं महोदय. हा, अवयव अवयविनोः गुणगुणिनोः क्रियाक्रियावतोः विशेषनित्यद्रव्ययोः अन्तिममस्ति जातिव्यक्तयोः जातिव्यक्तयोः मध्ये समवायः इति सम्बन्धः भवितुमर्हति. येषु पञ्चसु स्थलेषु एव समवायः भवति. अस्तु, समीचीनम्. इदानीं भानुचैतन्यमहोदय, भवानेव वदतु, अभावः कति विधाः? अभावः चतुर्विधाः महोदय. ते के? प्रागभावः, प्रध्वंस अभावः, अत्यन्ताभावः, पुनः अन्योन्यभावः. हा समीचीनम्, अन्योन्यभावः. अन्योन्यभावस्य भिन्ननाम किम्? हा समीचीनं, बालसुब्रह्मण्यं वदन्नस्ति. भेदः भेदः भेदः. उदाहरणं ददातु, अन्योन्यभावस्य उदाहरणं ददातु. अन्योन्य महोदय, अहं चेन्नैनगरे नास्मि. इति अन्योन्यभावस्य उदाहरणं वा? भेदः, भवान् चेन्नैनगरे नास्ति चेत् अत्र कः भेदः निरूपितः? तत्र अन्योन्यम् इति पदेन पदार्थद्वयं भवेत् किल महोदय? अनयोः मध्ये एव भेदः. अहं विशाखपत्तनगरे अस्मि, चेन्नैनगरे नास्मि इति वाक्यद्वयं भवान् उक्तं. घटः पटः नास्ति. घटः पटः न. घटम् आनयतु इति अहं वदामि चेत् भवान् घटमेव आनयति, न तु पटः. किमर्थम् इति चेत् अनयोः मध्ये अन्योन्य अभावः वर्तते इत्यतः. यदि अन्योन्य अभावः नास्ति तर्हि भवान् पटमेव आनयति, पटमपि आनयति. अतः घटः पटः न. अस्तु, अत्यन्ताभावस्य उदाहरणम् एकं वदतु भानुचेतिनी महोदय. खे पुष्पे. हा? ख पुष्पः. न न, ख पुष्पः इति अन्योन्य अभावस्य अत्यन्त अभावस्य उदाहरणं नास्ति, अतः एव मया पृष्टम्. ख पुष्पः इति अत्यन्त सत् महोदय. ख पुष्पे सत्ता वर्तते वा? न महोदय. हा, यत्र सत्ता न वर्तते तत्र अत्यन्ताभावः अपि न भवितुमर्हति. अतः खपुष्पः इति वेदान्तीनां मतमस्ति, खपुष्पः अत्यन्ताभावः इति. किन्तु नैयायिकानां मतानुसारं खपुष्पः इत्यस्मिन् विषये तेषां चिन्तनमेव न भवति महोदय. अतः अत्यन्ताभावस्य, नैयायिकानां मतानुसारम् अत्यन्ताभावस्य उदाहरणं वदतु कृपया. हा, बालसुब्रह्मण्यं महोदय उक्तवान् भूतले घटः नास्ति महोदय. इदानीमेव भवता उक्तं किल अहं चेन्नैनगरे नास्मि, तदेव अत्यन्त अभावस्य उदाहरणमस्ति. ओहो, अहं चिन्तयामि तत् अन्योन्य अभावः. किमर्थं चेत् अहं चेन्नैनगरे नास्ति, अत्र अस्मि चेत् तत्र नास्मि. तत्र अतः एव मया उक्तम् अन्योन्य अभावः इत्युक्ते भेदः. भेदः तयोः मध्ये भवितुमर्हति, द्वयोः पदार्थयोः मध्ये एव भेदः भवितुमर्हति महोदय. इदानीं भवान् अहं चेन्नैनगरं नास्मि इति वदति चेत् तत्र भेदः अस्ति. चेन्नैनगरे नास्मि इति वदति चेत् तत्र भेदः नास्ति. चेन्नैनगरं तु भिन्नमस्ति, भवान् तु भिन्नमस्ति. अहं चेन्नैनगरं नास्मि इति वदति चेत् तत्र भेदः भवति. किन्तु अहं चेन्नैनगरे नास्मि इति वदति चेत् तत्र भेदः नास्ति. किन्तु महोदय, भानुचैतन्य विशाखपट्टनगरे अस्ति, तत्र नास्ति, तद् भेदः नास्ति वा? चेन्नैनगरे नास्ति, तत्र चेन्नैनगरे नास्ति चेत् भवतः अत्यन्त अभावः चेन्नैनगरे अस्ति महोदय इति तावदेव वक्तव्यम्. अहं चेन्नैनगरे नास्मि इति वदति चेत्, नो चेत् तत्र अहं हैदराबाद् नगरे अस्मि इति भवान् वदति चेत् तत्र भवतः अपि च हैदराबाद् नगरयोः मध्ये तत्र संयोगः वर्तते. तादृशसंयोगः चेन्नैनगरे न वर्तते इत्यतः तत्र भवतः अत्यन्त अभावः चेन्नैनगरे अस्ति इति वक्तुं शक्यते महोदय. हा अस्तु, समीचीनम्. इदानीं श्रीराममहोदय, प्रतियोगिता इत्युक्ते किम्? प्रतियोगिता इत्युक्ते एकः विरोधः अभावस्थले. उदाहरणम् इदानीं भूतले घटं घटः नास्ति इति स्वीकुर्मश्चेत् घटाभावः अस्ति. यदा अहं घटम् आनयामि भूतले स्थापयामि तदा तत्र अभावस्य नाशः भवति. अतः तत्र घटे प्रतियोगिता अस्ति इति वदति. प्रतियोगिता इति विरोधः, अभावस्य विरोधः. घटः अभावस्य विरोधः इत्यतः प्रतियोगिता घटे वर्तते इति वदति. समीचीनं समीचीनम् इति घटस्य घटाभावस्य प्रतियोगी किं भवति? घटाभावस्य प्रतियोगी भवति घटः. घटः यस्य अभावः तत् प्रतियोगी. प्रतियोगी भवति हा, तस्मिन् प्रतियो प्रतियोगिनी प्रतियोगिता वर्तते. अनियोगी इत्युक्ते किम्? अनियोगी इत्युक्ते तदपि एकः विरोधः. परस्पर प्रतियोगिता अनियोगिता द्वयोः परस्परसम्बन्धः वर्तते. अनियोगी इत्युक्ते विरोधः वा? अनियोगी इति विरोधः नास्ति. अनियोगी इत्युक्ते तत्र आधारः एव भवति चिन्तयामि. आधारः भूतलम् अस्ति, अभावस्य आधारः अस्ति, तदेव अनि. समीचीनम्. अभावस्य आधारः अनियोगी भवति, तस्मिन् अनियोगिनी अनियोगिता अस्ति. अहं भूतले अस्मि इत्यस्मिन् सन्दर्भे भूतलं मम आधारः भवति, किन्तु तस्मिन् सन्दर्भे भूतले अनियोगिता अस्ति इति न वक्तव्यम्. सत्यम्. अस्मिन् भूतले चेन्नैनगरे अहं नास्मि इत्यस्मिन् सन्दर्भे मम अभावः चेन्नैनगरे वर्तते, इत्यतः इदानीं चेन्नैनगरं अनियोगी भवति मम अभावस्य. चेन्नैनगरे तस्मिन्नेव सन्दर्भे अनियोगिता वर्तते. अतः अनियोगी सर्वदा अभावस्य किमिति अभावस्य आधारः भवति. अनियोगी अभावस्य आधारः भवति. अस्तु, भवानेव वदतु इदानीम् अग्रिमप्रश्नः. हा, अन्येषां किं चिन्तनं किमपि अस्ति वा? महोदय, अनुयोगिता अनुयोगितायाः आश्रय अभावः अस्ति, न तु विपरीतरीत्या. अभावः आश्रयः अस्ति अनुयोगितायाः. न, इदानीं चिन्तयतु, घटः भूतले नास्ति इत्यस्मिन् सन्दर्भे अनियोगी किम्? अनियोगी अस्ति घटाभावः अनियोगी अस्ति. घटाभावः अनियोगी अस्ति चेत् अनियोगिता कुत्र वर्तते इदानीं? घटाभावे. घटाभावे वर्तते चेत् तत्र भूतलम् अपि च अभावः अनयोः मध्ये कः सम्बन्धः? भूतलम् अपि च अभावः, भूतलम् अभावस्य आश्रयः अस्ति. केन सम्बन्धेन? दैहिकसम्बन्धेन. दैहिकसम्बन्ध न न स्वरूपसम्बन्धे वदतु भगिनि. महोदय, अनुयोगी तत्र अर्थद्वयम् अस्ति. यत् भवान् वदति तदपि अनुयोगी अस्ति, किन्तु प्रतियोगी अनुयोगी सम्बन्धः यत्र अस्ति तत्र मम चिन्तनमस्ति अभावे अनुयोगिता अस्ति, घटे प्रतियोगिता अस्ति, अतः अभावः अनुयोगितायाः आश्रयः अस्ति. सत्यं सत्यं सत्यं, समीचीनं. हा, तत्र घटाभावः घटाभावस्य प्रतियोगी घटः भवति, अनियोगी अभावः भवति, केवलं घटाभावः इति वदामश्चेत्। किन्तु घट अभाव भूतले घटः नास्ति इति वदामश्चेत् तत्र किं भवति? तत्र मम चिन्तनमस्ति अत्र यः अधिकरणः अस्ति तस्यापि अनुयोगी इति संज्ञा भवितुम् अर्हति, अतः भूतलः अनुयोगी अस्ति इति वक्तुं शक्नुमः। किन्तु भूतलः नास्ति भूतलम् इति, क्षम्यतां, भूतलं भूतलम् अनुयोगी अस्ति इति वक्तुं शक्नुमः, किन्तु प्रतियोगिता अनुयोगिता सन्दर्भे अभावे अनुयोगिता अस्ति इति मम चिन्तनमस्ति। सत्यं सत्यं, भवत्याः भवत्याः अवगमनं समीचीनमेव। ओके ओके, धन्यवादः। तदस्ति एव सत्यम्। अत्र सर्वे अष्टादश पृष्ठे पश्यति चेत् तत्र यथा सीमाभगिन्याः प्रतिपादितं तदेव दत्तमस्ति, घटनिष्ठप्रतियोगिता निरूपित अनियोगिता आश्रयः अभावः, अभावनिष्ठ अनियोगिता निरूपित प्रतियोगिता आश्रयः घटः इति। समीचीनम्। इदानीम् अग्रे कः वदति इदानीं? शिवराममहोदय, कः पदार्थः अवच्छेदकः भवति? कः पदार्थः अवच्छेदकः भवति? कः पदार्थः? हा, प्रश्नं न अवगतम्। पदार्थः इत्युक्ते भवान् अवगच्छति किल, सप्तपदार्थाः सन्ति, सप्तपदार्थाः, तेषु पदार्थेषु कः पदार्थः अवच्छेदकः भवितुम् अर्हति? नो चेत् अवच्छेदकत्वेन कार्यं कः पदार्थः करोति? द्रव्यव इति मम प्रश्नः, भवान् पुनः मां न पृच्छतु। अवच्छेदकत्वं द्रव्ये तु भवितुम् अर्हति। द्रव्ये भवति चेत् तत्र वाक्यं कथं भवति? अवच्छेदकम् अवच्छेद्यं स्वीकृत्य एकं वाक्यं वदतु। अत्र पश्यतु, अत्र पञ्चविंशतिः पञ्चविंशतिः तमपुटे चित्रमस्ति किल, द्वात्रिंशत् तमचित्रम् अस्ति, वृष्टिजलं, हा वृष्टिजलम् इति अस्ति, किन्तु अवच्छेदकता तत्र निरूपय वाक्यं वदतु। वृष्टिजलं स्वीकृत्य अभावः निरूपयतु। वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय वृष्टिजलनिष्ठप्रतियोगिता जलत्वनिष्ठ अस्ति किल, वृष्टिजलत्वम् इति कीदृशपदार्थः? द्रव्यं वा? वृष्टिजलत्व इति सामान्य, हा जातिः अस्ति, अतः मम प्रश्नस्य उत्तरम् एवं भवति, कः पदार्थः अवच्छेदकः भवति इति चेत् तत्र जातिः वा धर्मः वा एव अवच्छेदकः भवति। तत्र साक्षात् वृष्टिजलनिष्ठ अवच्छेदकता इति न वदामः, अवच्छेदकः सर्वदा धर्मः एव भवति, अवच्छेदकः धर्मः एव भवति, नो चेत् जातिः भवति। महोदय, सम्बन्ध अपि अवच्छेदकं भवति, सो अहं सत्यं सत्यं, सम्बन्धः अपि अवच्छेदकः भवति। तर्हि कः पदार्थः इति तस्य उत्तरं कं सामान्यमिति? सामान्यं धर्मः, सामान्यमित्युक्ते धर्मः, इदानीं भवानेव वदतु, धर्मः अपि च सामान्यं नो चेत् जातिः, अनयोः मध्ये भेदः कः? धर्मः नाम यस्मिन् पदार्थे गुणः वर्तते तस्य धर्मः, तथा यः गुणः अनेकेषु पदार्थेषु वर्तते तत् सामान्यम्। इदानीं धर्मः इत्यस्य भवतः मनसि यद् उदाहरणमस्ति तद् वदतु। धर्मः धर्मः नाम पश्यतु, जल जले द्रवत्वम् इति तस्य धर्मः अस्ति। इदानीं द्रवत्वम् इति कीदृशपदार्थः? द्रवत्वम् इति सामान्य द्रवत्वमिति सामान्यं वा गुणः वा? द्रवत्वमिति गुणः अस्ति। अस्तु, अतः गुणः त्यजतु इदानीं। गुणः तत्र रूपं, यथा नीलरूपं घटे वर्तते तदा द्रवत्वं जले वर्तते इति द्रवत्वम् इति गुणः, तत् त्यजतु। इदानीं धर्मः एकं वदतु, धर्मस्य उदाहरणम् एकं वदतु। अस्मिन्नेव पुटे, अस्मिन्नेव पुटे यत् पुटं मया पृष्टं तत्र पञ्चविंशतिः पुटे चित्रमस्ति किल, द्वात्रिंशत्तमचित्रमस्ति, तत्रैव जातेः उदाहरणमपि अस्ति धर्मस्य उदाहरणमपि अस्ति। वृष्टिजलम् इति कीदृशपदार्थः? वृष्टिजलम् इति कीदृशपदार्थः? न अवगतं महोदय। वृष्टिजलं, वृष्टिजलम् इति अस्ति किल? आम्, चित्रे वृष्टिजलम् अधोभागे वृष्टिजलम् इति अस्ति किल? आम्। वृष्टिजलं कीदृशपदार्थः? सप्तपदार्थेषु कीदृशपदार्थः? सप्तपदार्थद्रव्यमस्ति न वृष्टिजलम्? सत्यं, वृष्टिजलम् इति द्रव्यमस्ति, सत्यं, तदेव मम प्रश्नः। वृष्टिजलत्वम् इति कीदृशपदार्थः? जलत्व इति सामान्य, इति सामान्यं जातिः। अवच्छेदकता इति कीदृशपदार्थः? अवच्छेदकता विशेषः अस्ति। विशेषः इति पदार्थः वा? न, विशेषः इति विशेषः धर्मः, विशेष अवच्छेदकता इति धर्मः, वृष्टिजलत्वम् इति जातिः। अतः इदानीं भवान् किञ्चित् चिन्तनं कृत्वा वदतु, जातिधर्मयोः मध्ये कः भेदः? अवच्छेदकता इति धर्मः इति उक्तम्। अवच्छेदकता यस्मिन् कस्मिंश्चित् पदार्थेषु नास्ति। नीलघटः घटत्वं सामान्यधर्मः, नीलम् अत्र घटत्वं जातिः, नीलम् इति धर्मः वा? न, नीलमिति रूपमस्ति, रूपं रूपमिति गुणः, नील गुणः अत्रैव। अत्र इदानीं उदाहरणम् अस्माभिः स्वीकृतं, वृष्टिजलम्। एकनिमिषं, वृष्टिजलम् इति द्रव्यमस्ति, वृष्टिजलत्वम् इति जातिः अस्ति, अवच्छेदकता इति धर्मः अस्ति। इदानीं शिवराममहोदय भवान् वदतु, अवच्छेदकता इति सप्तपदार्थेषु कस्मिन् कस्मिन् गणे भवति, कस्मिन् पदार्थे भवति, अन्तर्भूतं भवति अवच्छेदकता इति? अवच्छेदकता द्रव्ये भवति न? न, अवच्छेदकता इति द्रव्यमस्ति चेत् अवच्छेदकता इति पृथिवी वा जलं वा नवद्रव्येषु अन्तर्भूतं भवति किल, अन्तर्भूतं भवेत् किल अवच्छेदकता? अवच्छेदकता इति नवद्रव्येषु अन्यतमः नास्ति, अन्यतमं नास्ति। अवच्छेदकता इति जातिः अपि नास्ति, धर्मः। इदानीं वदतु, अस्तु, अन्य कोऽपि वदतु। सीमा भगिनी, सीमा भगिनी, सामान्य नास्ति, सामान्यम् इत्युक्ते जातिः। गुणे वर्तते महोदय, न जाने। नास्ति, अवच्छेदकता इति गुणेषु अन्यतमः नास्ति किल, नास्ति किन्तु न जाने पदार्थेषु कुत्र वर्तते अवच्छेदक पदार्थेषु न भवितुमपि अर्हति तदेव महान् भेदः अनयोः मध्ये अस्तु अस्तु हा अहं वदामि अन्येषां चिन्तनं किमपि नास्ति चेत् तत्र धर्मः इति कल्पितमस्ति अस्माकं व्यवहारार्थं कल्पितमस्ति अवच्छेदकता इति धर्मः अस्माभिः एव कल्पितमस्ति किमर्थं कल्पितं तत्र अभावस्य निरूपणार्थं निरूपणार्थम् इत्युक्ते परिचयं दानार्थं वृष्टिजलनिष्ठ वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता निरूपित अनियोगिता आश्रयः अभावः इति अवच्छेदकता अवच्छेद्यता इति धर्मः अस्माभिः एव कल्पितमस्ति तदेव महान् भेदः इदानीं वृष्टिजलत्वम् इति जातिः अस्माकम् अवधानं तत्र नास्ति चेदपि सा जातिः वृष्टिजले वर्तते एव किन्तु अवच्छेदकता इति धर्मः तस्मिन् नास्ति यदा अस्माकम् अवधानं तत्र गच्छति अपि च किमपि निरूपणीयम् इति आवश्यकता अस्ति तस्मिन् समये एव व्यवहारार्थम् अस्माभिः कल्पितमस्ति अतः जातयः वर्तन्ते द्रव्ये अपि च द्रव्येषु गुणेषु कर्मसु जातयः वर्तन्ते किन्तु धर्माः वर्तन्ते इति नास्ति धर्माः यत्र धर्माणाम् आवश्यकं यत्र भवति तस्मिन् सन्दर्भे अस्माभिः कल्प्यते धर्मः इति भेदः धर्मः कल्पितः जातिः वस्तुस्थितिः अतः एव धर्मः सप्तपदार्थेषु न दत्तम् किन्तु अस्माभिः कल्पयित्वा तत्र प्रयुक्तमस्ति अस्तु समयः जातः अत्र स्थगयामः इतोपि प्रश्नः मया निर्मितः वर्तते अतः वयं किं कुर्मः चिन्तनवर्गे इतः अग्रिमप्रश्नाः अवशिष्टप्रश्नाः यत् सन्ति तेषां विषये चिन्तनं कुर्मः यदि अन्येषामपि आगन्तुं शक्यते कृपया आगच्छन्तु अस्तु अत्र स्थगयामः सर्वेषां नमस्कारः समीचीनमासीत् नमस्कारः धन्यवादः नमस्कारः समीचीनं समीचीनं धन्यवादः नमस्कारः